नमस्कारः. तर्हि कर्मणि भावेलुम् इति करपत्रम् अनुवर्तते. अत्र अदुपदधातूनां विषये वयं पश्यन्तः वैदेशः वयम् अधुना प्रवर्तमानः अस्ति. अदुपदमकारान्तदातवः इति तत्र गते सप्ताहे वयं केचन धातूनां विषये वयं पूर्वमेव दृष्टवन्तः. अधुना शं धातोः विषये गते सप्ताहे चर्चा आसीत् जाता. किन्तु तत्र अस्माकं संशयः आसीत् त्रयः सन्ति शं धातवः धातुपाठे. प्रथमगणस्य तु भ्वादिगणस्य तु मितां ह्रस्वः इत्यनेन मित्संज्ञकः इति जानीमः. दिवादिगणस्य मित् नास्ति इति अस्माकं भावना आसीत्, किन्तु तथा नास्ति इति महोदयेन अत्र करपत्रे इतोपि किञ्चित् तत्र विवृतं. तर्हि ततः आरभ्य पठेम. महोदय, भवान् पठति किं महोदय? महोदय, समधातोः द्वादौ सेट् रूपाणि परिशील्यानि जनि जिरुष् जिरुष्कन् सृञ्जो मन्ताश्च इति गुणसूत्रेण गणसूत्रेण मित्वात् मित्वत् भवत् भवात् समधातुः मित्समेकः. समधातुः द्विवादिगणे अस्ति, सेट् अपि अस्ति. अनन्तरं जनि जिरुस् सुरञ्जो इति सूत्रेण मित्वत् भवति इति अत्र दत्तं. मित्समिका भवति संयोः निच् अधौदयः इति सूत्रेण साम् इति साम्योः इ इदां ह्रस्वः संयोः इ समि इति धातुः. अत्र निच् प्रत्ययः महोदय एकनिमिषं भगिनी, एतत् यत् प्रणसूत्रमस्ति चनि चिरिष् स्वञ्जो मन्ताश्च, तस्य अनन्तरम् अन्य गणसूत्रमस्ति शमो दर्शने इति विद्याभगिनी उक्तवती. तत् गणसूत्रं वदति शमो उपशमे इति मित् यद् दर्शनार्थे अस्ति तस्य मित् नास्ति. ओ ओ अस्तु. किन्तु अनेन अत्र अनेन सूत्रेण किं किं गृहीतम् इति पश्यामः चेत् जन् प्रादुर्भावे इति अस्ति. अनन्तरं जृ वयोहानौ इति नर्णादित्योः इति स्वर्णदित्योः इति रञ्ज् इति रागे इति एस् वेल् एस् एनी वर्बल् रूट् एण्डिङ्ग् इन् अम् इति कृत्वा शम् इत्यस्य अपि ग्रहणम् इति अस्तु. ग्रहणमस्ति अम् इति अस्ति अम् अन्तः. महोदय तां पृष्टवान् इति भवती किम् उक्तवती इति सूत्रेण न भवति वा? न इति भवति, किन्तु शमो दर्शने अनेन यदि शमो उपशमे तद् दर्शनार्थे न भवति. अस्तु, इति केवलम् शमदर्शने इति अत्र शमदर्शने इति प्रथम द्वादिगणे धातुः एव अर्थः दर्शने इति अस्ति खलु. अत्र तु चुरा दिवादि किन्तु तत्तु तस्य अर्थं किम् अस्ति? दिवादि उपशमे इति अस्ति खलु. तस्य अर्थं किम्? शम् इत्युक्ते शान्तिः इति अर्थे आगच्छति खलु. शम् इति वयं वदामः वेदान्ते मनसि इन्द्रियाणां नियन्त्रणम् इति शम इति मनसाम् इन्द्रियाणि नियन्त्रणमिति शम इति वदामः साधु. संयोः निच् अतोपदयाः साम्योः इ इदां रसः संयोः इ समी इति धातुः. अत्र संधातुः उपधा दीर्घः भवति अधोपधादिसूत्रेण. अनन्तरं मित्समिकः भवति, अतः पुनः मृदामृस्वदिसूत्रेण रसं भवति धातु निजन्धातुः समि इति. अनन्तरं समि लिङ्गि अडागमः, असमि कर्मणि चिन् असमि इ योग इ नेरनिति असंयोह इ अधोपदयः सान्वत् आदेशो अनल्विदो अशास्त्र्यम् अच परस्मिन् पूर्वविदौ असंयोह इ सान्वत् आदेशो अनल्विदौ अल्विदिः अचः परस्मिन् पूर्वविदौ चिन्नमुलो दीर्घो अन्यतरस्याम् असमि योग असमि अथवा असामि इति लुङ्लकारः अडाहमः भवति असमि इति धातु. कर्मणि चिन् प्रत्ययः अपि अस्ति, पूर्वम् इकारः निच् प्रत्ययस्य एव आदेशः, अतः असमि योग कर्मणि चिन् प्रत्ययस्य एव पुनः आगतः आदेशः. अनन्तरं नेर्नटि यत्र वलादि नास्ति आदतां इडागमः नास्ति अत्र पूर्व निश्चित्यस्य इकारः नेर्नटि इति सूत्रेण लोपः भवति, अतः असं योगः चिन्प्रत्ययस्य इ योगः. अनन्तरम् आदौपदायाः स्थानवित्तादशनौ पुनः नेर पूर्वसूत्रं इकारः लोपो भवति निच् प्रत्ययः नेर्नटि इति सूत्रेण, इदानीम् अधोपदयाः कार्यं करोति वा इति अत्र सङ्घर्षः अस्ति, सन्देहः अस्ति. अत्र अचः परस्मिन् पूर्वभूतौ इति सूत्रेण अत्र निमित्तमस्ति अचः अच् अचम् इति रूपम् इकारस्य लोपस्य अनन्तरम् अत्र तस्य लोपस्य कारणम् अजादि अपि अनन्तरं निमित्तं परः अस्ति, तदेव कार्यमपि तस्य पूर्वम्, अतः अत्र सान्वत् भवति इति मत्वा आदौपदायाः मकारः एव तिष्ठति, उपधा मध्ये ईकारः तिष्ठति न कदः, अतः मकारः एव उपधायाः इति मत्वा अत्र कार्यम् आदौपदायाः इति न कार्यं करोति, असम् एव तिष्ठति. तन् सान्वसाधारणतौ अतः अत्र महोदय अत्र पुनः सान्वत् आदेश अनलितौ अल्विधिः अचः परस्मिन् अत्र अल्विधिः नास्ति अहं चिन्तयामि, अतः एव अशास्त्रं कार्यम् इति महोदय प्रथमं यत् अस्ति न शास्त्रीकारं वच पूर्वसं न तत् अतोपधाया सूत्रस्य कार्यं बाधितं कथं भवति तस्य समाधानम् अस्ति. तदनन्तरं द्वितीयवारं स्थानीय दादे चोनल्भति अस्य पुरुषं चन्मुलो अन्यतरसां तत् सूत्रपति तत् सूत्रं प्रति अस्ति तस्य समाधानम्. यदि प्रथमम् अस्ति अशमि योग ईरेण निचि तत्र अशमि इति पूर्वं यत् अस्ति निच् तस्य हेतुमति अनेन आगतं साधु अष्टमि ओके ई यत् परम् ई अस्ति तत् अस्ति कर्मणि चेत् इति सूत्रेण स्वेणनिति तस्य कार्यं तदा भवति यदि नित् यत्र नित् अस्ति इदागम आदधातुके अनित् रिच् अस्ति तत्र परे सो यत् चिन् अस्ति तत्र इदागम नास्ति यत् इ अवशिष्यते तत् अवशिष्यते कारण कि चिन् अस्ति न तु इदागमः अस्ति तत् अतः रेण निति तस्य निमित्तानि पूरितानि भवति रिच् यत् अस्ति हेतुमति कारेण कस्य रूप भवति ततः अशंयोग इ. इदानीम् अशंयोग इ यदि अतूपधाया कार्यं करोति तत् किं भवति अशां योग इ आगच्छति तत् न तत् इष्टकार्यं नास्ति इष्टं कार्यं नास्ति अतः अन्य स्थानीय आदेशो अनल्विदो इति चिन्तयामः. यदि स्थानिवत् आदेशो अल्विदो चिन्तयामः तत्र अल्विदि तु नास्ति, कारण कि अल् जस्ट् निच् अस्ति तत्र अल् वर्णनिमित्तकं कार्यं नास्ति. साधु अतोपधाया किम् अस्ति, उपधायाम् आसीत् तस्य परिन् अस्ति साधु, तत्र अल्विदि नास्ति तु अनल्विद्धि भवति. यदि अनल्विद्धि अस्ति तत्र अनल्विद्धि भूत्वा कार्यं कर्तुं शक्नोति, स्थानिवत् भवति. यदि स्थानिवत् भवति तु अशमे तत्र उपधायां यदि इकार उपधायां अकारः आगच्छति स्थानिवत् भवति, मकार उपधायाम् आगच्छति अतो उपधायां कार्यं बाधितं भवति. यदि अतो सूत्रस्य अनन्तरं कुर्मः चेत् एतादृशक्लेशः न भवति खलु भगिनि? गतसप्ताहे अपि एतदेव अस्माकं तत् महोदय अभोभाग्यं लिखितवन्तः कथं वेदलिपि अनन्तरं न करणीयं, कारणस्य वेदलिपि तस्य कार्यं पूर्वमपि भवितुं शक्नोति अनन्तरमपि भवितुं शक्नोति भवति खलु, वेदलिपि बलवत् अस्ति इति सूत्रस्य अग्रे दत्तं बलवत् भूत्वा तस्य कार्यं नित्यत्वात् पूर्वं भवति. अपि अन्य अपि दत्तमस्ति अन्यकारणं, सो स्थानिवत् अनल्विधो इति यदि अशास्त्रीयकार्यं भवति स्थानिवत् अनल्विधो कार्यं न करोति. सो द्वे कारणानि कारण यदि चिन्नमलो दीर्घो अन्यतरस्यां प्रथमं कार्यं करोति चेत् अतोपदयः इत्यस्य प्रसक्तिः पुनः आयाति वा? एव नास्ति खलु, विकल्पेन अत्र बल किं वैकल्पिकरूपस्य बल बल बलेन अत्र अतोपदयः इत्यस्य कार्यं कार्यमेव न भवति खलु? अतोपधाया चिन्मलो दीर्घो इत्यस्य परसूत्रमस्ति, तस्य बलवत् अस्ति न, तस्य चिन्तनं प्रथमं भवति इति कारणेन चिन्तनं यदि नेरनटि कार्यं न करोति चेत् अतोपदाय इत्यस्य प्रसक्तिः एव नास्ति खलु, नेरनटि कार्यं कृत्वा एव अतोपदाय आगच्छति. यदि नेरनिति एव वयं न कुर्मः चेत् अतोपदय इत्यस्य प्रसक्तिः नास्ति, केवलं चिन्नमलोदीर अन्यतरस्याम् इत्यस्य कार्यं, तर्हि अशमि अशामि इति रूपं रूपद्वयं साधयामः. तदनन्तरं नेरनिति इति कुर्मः चेत् तर्हि अशमि अशामि इति योगी इति आगच्छति, तर्हि रूपद्वयम् आगच्छति. अधुना अपद अतोपदायाः इत्यस्य प्रसक्तिः अस्ति वा इत्युक्ते यत्र दीर्घः अस्ति तस्य तत्र तु कार्यमेव नास्ति, यावत् पर्यन्तं रेणनिति कार्यं न करोति तावत् पर्यन्तं चूर्णस्य कार्यं न भवति. किमर्थं अस्ति मित् भवेत् मित् भवति सुखमहोदयस्यापि एवम् अस्ति खलु भगिनि, चिन्नमलो दीर्घो नितरस्याम् इत्यस्य कार्यं किं परके नूल् परके च नौ परे मितामङ्गानाम् उपधा दीर्घो भवति अन्यतरस्याम् इति नेतनति. नौ परे इति अस्ति इति कृत्वा किमपि क्लेशः नास्ति, किमर्थं नेरनति इति नौ इत्यस्य लोपः भवतु इति नास्ति खलु, नौ परे अस्ति चेदेव कार्यमस्ति खलु. यद्यपि प्रत्ययमपि प्रत्ययलक्षणमिति अस्ति तथापि तस्य करणस्य तथा आवश्यकता नास्ति खलु, नौ साक्षात् परे अस्ति चेत् साधु एव चिन्परके यथा भवती भवती वदति तथा एव सुखमहोदय उक्तवान्. किन्तु महोदय तथा न इति उक्तवान् प्रथमं महोदय चिन्तयित्वा चिन्तयित्वा वदामि महोदय. अत्र पुनः असंयोगी साणिवत् अनल्विधौ अल्विधिः इति अत्र दत्तं, किमर्थम् अल्विधिः इति वदामि तत्र अशास्त्रीयकार्यं भवति अतोपदायं अस्ति स्थानिवत् कार्यं न भवति अतः अल्विधिः अपि अस्ति इति महोदयेन उक्तमस्ति खलु. अनल्विधि अस्ति उपादाय अनल्विधिः अस्ति तस्य कार्यं भवति चतुर्थी, किन्तु यदि अनल्विधिः भवति तत् स्थानिवत् भवति अशास्त्रीयकार्यं भवति, यदि स्थानिवत् भवति तत्र उपादाय बाधितं भवति अशास्त्रीयकार्यं स्थानिवत् आदेशः न करणीयं खलु तस्य भगिनि अतोपदाय इति कृत्वा एव अल्विधि चेण्मुल्लो भगिनि चेण्मुल्लो अन्यतरत्वं पश्यति न तु तत्तु अल्विधिः नास्ति न चिन्नमुलो दीर्घो अन्यतरस्यमिति अल्विधिः नास्ति, तत्र साक्षात् उक्तमस्ति खलु चिन्परके नौ परके इति साक्षात् नौ परके इति दत्तम् अस्ति अल्विधि किन्तु महोदय वदति यदि अश्रम् अस्ति तत् अङ्गम् अस्ति विच् निमित्तम् अस्ति तत्र अल्विदिति त्यजतु महोदय, अत्र साक्षात् वयम् अथ परस्मिन् पूर्वविदौ इति तत्तु आगच्छति एव, किमर्थम् इत्युक्ते लोपादेशः भवति यत्र नेरनिति कार्यं भवति चेत् अत्र इकारस्य स्थाने लोपादेशः भवति अचः आदेशः भवति खलु, अच् वर्णः अस्ति इकारः, इकारस्य स्थाने लोपादेशः भवति, सः लोपादेशः स्थानिवद् भवति इत्युक्ते इकारवद् भवति किम् अस्ति पूर्वविधिकर्तव्ये इति पूर्वविधिकर्तव्ये इत्युक्ते किम् अत उपायः पूर्वविधिः अस्ति खलु तत्र दीर्घत्वं कारयितुम् इच्छति इति कृत्वा पूर्वविधिकर्तव्ये स्थानिवद् भवति इति तत्तु समीचीनम् अस्ति एवम् अवगच्छामि, यदि एनरण्टि प्रथमं कार्यं करोति चेत् एवं भवति इति अवगच्छामि, अतोपदाय बाधयति न कार्यं करोति, किन्तु चिन्नमलो दीर्घो अन्यतरस्याम् इत्यस्य कार्यमेव भिन्नम् अस्ति, तत्र तु प्रत्ययलोपः अस्ति, प्रत्ययलोपे प्रत्ययलक्षणं तिष्ठति इति कृत्वा चिन्परके मुल्परके च नौ परे यत् अस्ति तस्य मितामङ्गानां दीर्घत्वम् इति अस्ति, तत् प्रति पुनः अच परस्मिन् पूर्वविदौ एव कार्यं करोति न तु आदेशो अनल्विदु, अनल्विधिः किन्तु किमर्थम् इत्युक्ते यद्यपि इकारः अस्ति इति चिन्तयति चेत् अपि तत्र खलु तत्र बाधा न बाधयति, निच् इकारः एव अस्ति निच् अस्ति चेदपि तत्र बाधा नास्ति, चिन्नमलो दीर्घो अन्यतरस्याम् इत्यस्य अल्विधिकार्यं नास्ति इति तदर्थमेव वदामि, तत् तत् तत्र अल्विधिकार्यं नास्ति, यद्यपि दीर्घत्वम् इति कार्यम् अस्ति तथापि तत्र इकारम् अनुसृत्य कार्यं नास्ति, इकारम् अस्ति वा लोपः भवति वा यद् किमपि भवतु निच् इति अस्ति खलु प्रत्ययस्य कार्यम् अस्ति, निच् इति प्रत्ययं निमित्तीकृत्य निच् प्रत्ययः अस्ति इति कृत्वा अत्र इकारः निच् प्रत्ययः अस्ति कृत्वा इकारमाश्रित्य कार्यं नास्ति, निच् इति अनुसृत्य कार्यमस्ति इति कृत्वा निच् अस्ति, यद्यपि निच् प्रत्ययस्य लोपः भवति तथापि निच् अस्ति इति स्वीकृत्य प्रत्ययलोपे प्रत्यलक्षणम् अस्ति इति स्वीकृत्य अस्माभिः कर्तुं शक्यते चिन्नमलो दीर्घोन्यतरस्याम् इति खलु भवत्यां महोदय, बट् किमर्थम् अल्विधिः इति उपरि दत्तम्? अत्र किम् इत्युक्ते मम अवगमनं एवम् अस्ति अतोपदायाः अल्विधिः अस्ति किमर्थम् इत्युक्ते इकारः अस्ति चेत् तत्र कार्यं न करोति खलु, इकारः यदि वयं अचः किम् अस्ति स्थानिवद् आदेशो अनल्विधौ इत्यनेन क्षम्यताम् एवं चिन्तयतु अत्र अशं योगः इति अस्ति अजादेशः लोपादेशः अजादेशः अच्वर्णवत् भवति इकारवत् भवति पूर्वविदौ कर्तव्ये इति एव अस्ति महोदय तावदेव तत् अहमगच्छामि अवगच्छामि महोदय, पुनः असंयोगी स्थानवत् आदेशानुविधौ अल्विधिः इति तत्र दत्तम्, अल्विधिः नास्ति किल अल्विधिः नास्ति आं महोदय सत्यमेव, किमर्थम् अल्विधिः इति दत्तम् अहं चिन्तयामि मम सन्देहः अस्ति न जानामि, वारं श्रोतु मुद्रणं शृणुमः चेत् प्रायः किन्तु अस्माकं चिन्तनं समीचीनं भवति खलु, अत्र क्लेशः नास्ति खलु स्वयं चिन्तयामः चेत् प्रायः अन्य महोदयस्य उपस्थापनं भिन्नरूपेण स्यात् किन्तु अस्माकम् अवगमनम् अस्ति खलु प्रथमम् अतोपदाय किमर्थं कार्यं न करोति नेरनिटि प्रथमं कार्यं करोति चेत् अतपदयः इत्यस्य कार्यं नास्ति अथवा परस्मिन् पूर्वविधौ इति सूत्रेण इति तावदेव किन्तु मम एतदेव ब्रह्म मम तु किमर्थं नेरनिति पूर्वं कर्तव्यमिति अग्रे महोदयेन दत्तं पठामः अग्रिमपङ्क्तिं चल्ला भगिनी पठति इति वार्तिकेन सो अन्यं नित्यत्वात् वयं जानीमः वेदनिति इति नित्यसूत्रमस्ति चेलोद्योगवर्णचरसं योगपद्यदि आगच्छति चेत् तस्य कार्यं भवति अपि इति वाक्येन लोपवियङ्गेभ्य पूर्वविप्रतिषेधेन इति वाचिकेन इयं यन् गुण वृद्धिषां प्रायाणां ीलोपेन अत्र लोपेन सह युगपत् प्राप्त्यवसरे पूर्वविप्रतिषेधनि लोप अल्लोप च बलवन्तो अभवत् इत्युक्ते इदलोपस्य अल्लोपस्य च विधायकसूत्रं पूर्वसूत्रं चेत् अपि तस्य बलं भवति अनेन वार्तिकेन नेरनिट्टि प्रथमं कार्यं करोति एकं वार्तिकमस्ति तस्मिन् भगिनी कथं गुणवृद्धि दीर्घ तेभ्य गति दीर्घः अस्ति यत्र अस्ति इयं यन् अल् विधि यत्र अल्लोपो यत् नी अल्लोपो इति भवति तत् दीर्घत्वं यदि आगच्छति तत् यदि पूर्वसूत्रमस्ति तस्य बलवत् भवति पूर्वसूत्रं विप्रति सामान्यतया वयं वदामः विप्रतिपरिषेधे बलवत् अस्ति किन्तु अस्मिन् सूत्रस्य सूत्रे इति पूर्वसूत्रं बलवत् भवति इति सूत्रस्य आधारेण अत्र वि कृत्रम् आगच्छति वि अस्तु लोप भवति अपि अल्लोप भवति तयोः अत्यधि रूपं तोट्लि इति सूत्रेण अल् इति भवति लकारः परे अस्ति किल अल् अतः अत्यधि अल् इति भवति भगिनी कथं मध्ये मध्ये शब्दम् आगच्छति बहु शब्दं महता अस्ति मम भगिन्याः लैन् मध्ये किमपि क्लेशः अस्ति कदाचित् तथा सम्भवति अत्र सन्धि अस्ति अत् लोपेन साधु अग्नेन अत् लोप अस्तु तकारकार भवति सो द्वयोः कारणेन नेरनिति इति नित्यं भवति वार्तिकेन अपि नित्यत्वात् तस्य कार्यस्य पूर्वमपि भवितुं शक्नोति तस्य विधिः एतस्य विधिः यदि विधिः च जन्मलोदीर्घ प्रथमं कर्म कुर्मः या रेणनिति तस्य अनन्तरं कुर्मः तस्य कार्यं भवितुं शक्नोति पूर्वं वा परं अर्थात् तत्मित्यम् अस्ति. अस्तु अन्यवाचा पुनः आगच्छति. वैकल्पिकदीर्घत्वात् निच् उपस्थिति साधनार्थं तिष्ठसम्भावना अच्छः पर्व परस्मिन् पूर्वविधौ प्रत्ययलोपे प्रत्ययलक्षणम् असिद्धवत् अत्र भासिति अपि भवति. सो तृतीयविध कार्यं भवितुं शक्नोति चिन्मुलो दीर्घो अन्यतरस्याम् अच्च परस्मिन् पूर्वविधौ यथा भवती उक्तवती यदि रेणनिति इति भूत्वा यत् स्थानिवत् भवति तस्य परस्मिन् चिण्मुलो अस्ति परे दीर्घ अस्ति पूर्वविधिः अस्ति उपधायां तस्य दीर्घ भवति अत्र च परस्मिन् पूर्वविधौ कार्यं करोति प्रत्ययलोपे प्रत्ययलक्षणम् अपि यत् लोप जातः तस्य लक्षणं तिष्ठति अतः तस्य कार्यं भवितुं शक्नोति असिद्धवत् सभात् तत्र पूर्वं यत् अभियकार्यम् अस्ति नेनमिति तस्य अभवत् चिन्मलोदीगुण्यतरसां तत् न पश्यति तस्य कार्यं भवति इति खादु अभ्यकार्यमस्ति द्वयोः. किन्तु तत्र पुनः एका चर्चा जाता यत् चिन्मलो दीर्घो अन्यतरसाम् अस्ति तस्य निमित्तम् अस्ति यत् नौ चिन्मल् परकौ नौ यत् अत्र अस्ति किन्तु रेणनिति तस्य निमित्तमस्ति आर्धधातुकस्य अनित् अस्ति यतोहि स्थलं समानम् अस्ति किन्तु निमित्तं भिन्नम् अस्ति तत्र असिद्ध अत्र अभात् इति करणीयं वा न करणीयं तस्य सन्देहः अस्ति इति अस्तु भगिनि. धन्यवादः भगिनि. पुष्प भगिनि पठति किं भगिनि अग्रे अतः परस्मिन् पूर्वविधम् इति. अस्तु भगिनि. अचः परस्मिन् एकनिमिषं भगिनि. हा अचः परस्मिन् पूर्वविधौ इत्यस्य कार्यं नास्ति अशमी योगः इ इति पूर्वविधौ कर्तव्ये अस्तु न तद् नास्ति अचः परस्मिन् पूर्वविधौ पठतु भगिनि एकवारं न ऐ लास्ट् द स्पाट् ओके अचः परस्मिन् पूर्वविधौ इत्यस्य कार्यं नास्ति अशमी योगः इति स्थितौ यतोहि तत्र एकं सूत्रम् अस्ति न पदान्त द्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्दीर्घजश् दीर्घजः पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्च विधिषु इति सूत्रं वदति यत्र दीर्घत्वं विधीयते तत्र अचः परस्मिन् पूर्वविधौ इत्यनेन स्थानिवद्भावः न भवति अनेन अन्ततो गत्वा प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन सिद्ध्यति. अस्तु अत्र किम् अस्ति एतद् वार्तिकम् अस्ति वा भगिनि पदान्त न पदान्त संख्या अस्ति खलु सूत्रं स्यात् तर्हि सूत्रेषु तद् सूत्रेषु न पदान्तद्विव द्विर्वचन वरेयलोप स्वरसवर्णानुस्वार दीर्घ एतद् सूत्रे अचः परस्मिन् पूर्वविधौ कार्यं भवति इति. ओ अस्तु, तर्हि प्रथमम् अस्माकं यद् यत्र किम् अस्ति अतोपादायाः इति आसीत् तत्र तु किम् आसीत् वृद्धिः आदेशः खलु. यत्र वृद्धि आदेशः अस्ति तत्र तु अचः परस्मिन् पूर्वविधौ इत्यस्य कार्यम् अस्ति, किन्तु यत्र दीर्घादेशः भवति अनुस्वारादेशः स्वरादेशः सवर्ण दीर्घ अनुस्वरः वा दीर्घः वा जश्व चर्व एतादि एतादृशेषु विधिकार्यं यत्र भवति तत्र तु अतः परस्मिन् पूर्वविधौ इत्यस्य निषेधः अस्ति इति. ओ वयम् इतः पूर्वं न पठितवन्तः खलु. सामान्यतया अतः परस्मिन् पूर्वविधौ इति भवति स्म, तर्हि तस्य अग्रिमं सूत्रम् अतः परस्मिन् पूर्वविधौ इत्यस्य अग्रिमं सूत्रम् एतत् सूत्रमस्ति न पदान्त द्विर्वचन वरे यलोप स्वर सवर्ण. वरे इत्युक्ते वरच् प्रत्ययः इति पदान्तकार्यकार्यम् अनन्तरं द्वित्वकार्यं द्विर्वचन इत्युक्ते द्वित्वकार्यम् अनन्तरं वरच् प्रत्ययस्य कार्यम् अनन्तरं यकारलोप लोपकार्यम् अनन्तरं स्वरविधिकार्यं अनुस्वारविधिकार्यं दीर्घादेशकार्यं जष्ट्वकार्यं चर्त्वकार्यम् एते सर्वे एते कार्याणि स्थानिवत् कार्यं न करोति इति. अजः परस्मिन् पूर्वविधौ इत्युक्ते अजः अजादेशः कश्चन जातः चेत् पूर्वविधिः पूर्वविधिः अपि अस्ति, तर्हि अजादेशः स्थानिवत् भवति इति नास्ति, स्थानिवत् न भवति इति दत्तमस्ति. ओ अस्तु, नूतनविषयः अस्ति अनेन अन्ततो गत्वा प्रत्ययलोपे प्रत्ययेन सिद्ध्यति इति. स्थानिवत् भावः तु नास्ति, तर्हि चिन्ता एव नास्ति अस्मिन् विषये. वयं तु तावत् न पठितवन्तः दीर्घो अन्यत्र तदेव कार्यं करोति इति. तत् यद्यपि आम् अस्माकं तत्र प्रश्ने एव नासीत् किमर्थम् इत्युक्ते वयं तु प्रत्यलोपे प्रत्यलक्षणं स्वीकृत्य वयं कृतवन्तः, धर्मः नासीत्, किन्तु एतदपि सूत्रमपि अस्ति इति महोदयेन दत्तमस्ति. अत्र अग्रेपि अस्ति, आम् अरुणा भगिनी पठति किम् अग्रिमपुन परन्तु इति किमपि अस्ति, इतोपि किम् उक्तमस्ति महोदय, वदतु महोदय. अत्र च पूर्वस्मिन् परस्मिन् पूर्ववदी न कार्यं करोति इति दत्तं. यत्र दीर्घादेशः अस्ति तत्र कार्यं न करोति, अतोपदायाः इति वृद्धि आदेशः तत्र तु कार्यं करोति. अतोपदायाः इत्यस्य कृते स्थानिवद्भावः अस्ति अथ परस्मिन् पूर्वविधौ इत्यनेन, किन्तु दीर्घोतरस्याम् इत्यस्मिन् दीर्घकार्यम् अस्ति तत्र न कार्यं करोति. किन्तु दीर्घवृद्धि तस्य नितरां भेदः भवति, अन्ते अन्ततो गत्वा समानरूपं, किन्तु कार्यं भिन्नं कार्यं खलु. दीर्घादेशः इत्युक्ते कश्चन स्वरस्य दीर्घस्वरः आदेशः, वृद्धिः इत्युक्ते वृद्धि सम्यकवर्णस्य आदेशः. अस्तु अस्तु अस्तु, तादृशम् चिन्तनम् आं भगिनि. अस्तु, परन्तु अन्तिमे महोदय उक्तवान् यदि रामगच्छतु चिन्ता मास्तु. न न, नूतनविषयः विषयः अस्ति. एवम् एतावत्पर्यन्तं वयं स्थानिवद्भावनल्विदौ इति जानीमः, अतः परस्मिन् पूर्वविधौ तदपि जानीमः, नूतनविषयः अस्ति. अरुणा भगिनी परन्तु परन्तु इत्यपि दत्तमस्ति, मम तु भीतिः भवति अधुना. क्षम्यता भगिनी, विलम्बेन आगतवती. परन्तु भाष्यकार्यस्य मतेन नाविति जातिपरो निर्देशः दीर्घग्रहणं चेदं मास्विति तदावश्यः. मास्त्विति मास्त्विति मास्तु इति मास्त्वति तदाशयः फलितार्थः अस्ति यत् भाष्यकारः पदान्तात् द्विर्वचनवरे वरे यलोप स्वर सवर्ण अनुस्वरादीर्घश्चर्विधिषु इति सूत्रे दीर्घः शब्दस्य प्रत्याख्यानं करोति नाम तस्मिन् सूत्रे दीर्घः शब्दः न भवेत् एव इति चेत् अतः परस्मिन् पूर्वविधौ कार्यं करिष्यति अत्र न अवगतं भगिनि नौ इति नौ इति जातिपरः निर्देशः दीर्घग्रहणं चेत् चेत् मास्तु इति तद् आदे तद् आशयः परितर्थः महोदय अत्र भाष्यकारः यत् वदति इत्युक्ते यत्र दीर्घ इति दीर्घः इति ग्रहणं यत् अस्ति एतदेव वाक्यमस्ति दीर्घग्रहणं चेत् मास्तु इति तदाशयः इति तर्हि दीर्घशब्दस्य प्रत्याख्यानं करोति इत्युक्ते दीर्घ आदेशः न भवतु पाणिनिः यत् उक्तवान् तस्य दोष पाणिनेः सूत्रेषु यत् निरुक्तम् अनन्तरं दुरुक्तं तस्यापि निवारणं कुर्वन्ति खलु अन्ये ये वैयाकरणाः तर्हि भाष्यकारः वदति दुरुक्तम् अस्ति एतत् सूत्रम् अत्र तु दीर्घ इति आदेशः मा भवतु दीर्घस्य कृते अपि अचः परस्मिन् पूर्वविधौ इति कार्यं करोति एव इति तस्य मतेन भवतु तद् करोति चेदपि अस्माकम् अत्र अस्माकं अधुना तु चिन्नमलो दीर्घो अन्यतरस्याम् इत्यस्मिन् अस्माकं तत्र संशयः एव नास्ति खलु वयं तु प्रत्ययलोपे प्रत्ययलक्षणम् इति स्वीकृत्य कृतवन्तः तर्हि यद्यपि नेरलिटि कार्यं करोति तथापि यद्यपि अतः परस्मिन् पूर्वविधौ इति अस्ति तथापि अस्ति अस्ति चेदपि अस्ति नास्ति चेदपि अत्र चिन्नमलो दीर्घो अन्यतरस्याम् इत्यस्य कार्यं सम्भवति किमर्थम् इत्युक्ते चिन्नमलो दीर्घो अन्यतरस्याम् इति तत्र इकारः अस्ति वा इति दृष्ट्वा न कार्यं करोति अत्र णे णिच् अस्ति वा इति एव वयं पश्यामः णिच् अस्ति इति कृत्वा यद्यपि णिच्छति इत्यस्य लोपः भवति तथापि लक्षणं तिष्ठति इति कृत्वा वयम् अशमि अशामि इति रूपं साधयामः किन्तु महोदयेन अत्र लिखितमस्ति एकत्र प्रायः मतभेदाः सन्ति इति मन्ये पाणिनिः वदति दीर्घादेशः यत्र अस्ति तत्र तु अचः परस्मिन् पूर्वविधौ इत्यस्य कार्यं नास्ति इति किन्तु भाष्यकारः वदति दीर्घादेशः इत्यत्रापि कार्यं करोति आहत्य कुत्र कुत्र भाष्यकारस्य मतेन कुत्र कुत्र अचः परस्मिन् पूर्वविधौ इति स्थानिवदादेशः न भवति इत्युक्ते पदान्तद्युर्वचनवरे यलोप स्वर सवर्ण अनुस्वार अनन्तरं दीर्घं त्यक् दीर्घ इति शब्दं त्यजामः तत्र त्यजामः जश् चर् विदिषु इत्येव स्वीकरणीयम् इति धन्यवादः धन्यवादः भगिनि अत्र भ्रमः अस्ति वा यत् महोदयेन लिखितम् अस्ति किन्तु अत्र वयं तदा एतत् सूत्रम् आश्रित्यपि कार्यं न चिन्ता नास्ति खलु अस्माकं कृते चिन्नमलो दीर्घो अन्यतरस्याम् इत्यस्य तु अल्विधिः नास्ति इति कृत्वा वयं चिन्ता नास्ति भगिनि चिन्नमलो दीर्घो अन्यतरस्यां तस्य प्रति यत् लोपः भवति तस्य निमित्तमस्ति वा आं प्रत्यलोपे प्रत्यलक्षणं तिष्ठति खलु इति कृत्वा नौ परके इति स्वीकर्तव्यं नौ अपि अस्ति नौ परके नौ कस्य अस्ति अङ्गम् अस्ति अङ्गम् अस्ति अङ्गस्य अनन्तरं नौ तदनन्तरं चिन्न वा नूल् वा परके इति परके नौ इत्यस्य अङ्गस्य नौ अङ्गस्य अस्तु नौ अङ्गस्य सो तत्र नौ यत् पूर्वं नौ अस्ति तत् तत् भवति अत्र चिन्नमल् परके इति नौ इत्यस्य विशेषणरूपेण आगच्छति खलु तत्र चिन्नमुल् परकः नौ तादृश णौ इत्यस्य अङ्गम् यत् अस्ति तस्य अङ्गस्य अन्यतरस्य दीर्घः भवति इति. अस्तु तर्हि अस्माकं कृते तु नौ तु अस्ति, यद्यपि इकारस्य लोपः जातः तथापि नौ अस्ति इति स्वीकृत्वा वयं कुर्मः. अस्तु तर्हि अतः महोदय विवृतं चुरादिगणे अत्र निच् प्रत्ययद्वयं वर्तते, पठेम पुनः मणिमहोदय पठति महोदय. चुरादिगणीयधातुषु तत्र निच् प्रत्ययद्वयं वर्तते, तत्र स्वार्थे निच् प्रत्ययः चिह्नंलो दीर्घ अन्यतरस्याम् इति सूत्रस्य कृते व्यवधानम् अस्ति, तस्य च व्यवधानस्य निवारणार्थं दीर्घविधौ चिन् परकः नमुल् परकः नी इत्यत्र नी इत्यस्य जादिपरकः इत्यर्थः, नाम चिह्नंलो चिह्नमूल परकः नित् नित्वजादिः परः अस्ति चेत् अनेन एकस्मात् अधिकवारं निच् अस्ति चेदपि निच् जातिः एकः एव इति कृत्वा व्यवधानं नास्ति. अतः च परस्मिन् पूर्वतौ इत्यनेन स्थानिवत् भावेन चिह्नंलो दीर्घन्यतरस्याम् इति सूत्रेण दीर्घत्वं उदयति विदधाति. महोदय सहायं करोतु महोदय अत्र. निश्चयेन महोदय, चिरादिगणं स्वीकृत्य कुर्मः चेत् किं भवति, अत्र शम् इति धातोः कृते स्वार्थे निच् विधीयते, अनन्तरं पुनः प्रेरणार्थक तस्यापि पुनः प्रेरणार्थे कुर्मः खलु, द्वयं भवति खलु, स्वार्थे एकं निच् चुरादिगणस्य कृते स्वार्थे एकं निच् भवति चुरादिभ्यो निच् इति सूत्रेण, अनन्तरम् अस्माकं हेतुमति चैत्यनेन पुनः निच् विधीयते. अस्तु तर्हि निच् द्वयं भवति, तर्हि अत्र व्यवधानं न भवति किम् इति प्रश्नः. एक अत्र तु चिन् सूत्रे उक्तम् अस्ति चिन्परके मुल्परके नौ इति दत्तमस्ति, तर्हि एक एव नौ दत्तमस्ति सूत्रे, तादृश नौ अङ्गस्य इति दत्तमस्ति. नीट् एव दत्तमस्ति, अत्र तु निच् एक निच् द्वो निच् इति न दत्तमस्ति, किमपि न उक्तमस्ति, केवलं नौ इति दत्तमस्ति. तर्हि व्यवधानं न भव, व्यवधानम् इत्युक्ते किं, मध्ये किमपि अन्यत् भिन्न निच् अपि पुनः आगत्य उपविशति खलु, इति कृत्वा किं भवति कार्यम् इति प्रश्नः. अत्र किं भवति, शम् प्लस् स्वार्थनिच् प्लस् प्रेरणार्थनिच् प्लस् इ इति चिन् अस्ति, तर्हि अधुना किम् अस्ति, चिन्परके इति इ अस्ति, तदनन्तरं प्रेरणार्थकनिच् अस्ति, तदनन्तरं किम् अस्ति, स्वार्थनिच् अस्ति खलु, तथा अस्ति चेत् छिन् द्वयम् अस्ति, निच् द्वयम् अस्ति खलु, अस्माकं प्रेरणार्थकनिच् अनन्तरम् अङ्गं शं धातोः मध्ये पुनः निच् उपविशति खलु, तस्य मध्ये व्यवधानं करोति खलु इति प्रश्नः. व्यवधानम् इत्युक्ते हैट् भवति खलु, तत्र इट्स् ट्रैङ्ग् टु ब्लाक् रैट् इति प्रश्नः, किन्तु ब्लाक् न करोति, किमर्थम् इत्युक्ते इति चिन्ता नास्ति इति, किमर्थम् इत्युक्ते अत्र जाति यत्किमपि चिन् भवतु तस्य अङ्गम् इति स्वीकर्तुं शक्यते, अत्र नौ इत्यनेन यत्किमपि निच् भवतु, स्वार्थे प्रेरणाते वा द्वयोः अपि तत्र ग्रहणं भवति इति. द्वयोः अपि इति नास्ति, किमर्थम् इत्युक्ते यद्यपि स्वार्थे निच् अस्ति पुनः तस्य लोपः भवति खलु नेरनिटि इति अस्ति इति कृत्वा पुनः निच् परे आगच्छति प्रेरणातकनिच्. अत्र महोदयेन यद्दत्तम् अस्ति अधिकवारम् एकस्मात् अधिकवारं निच् अस्ति चेत् अपि निच् जातिः एकः एव इति कृत्वा व्यवधानं नास्ति इति दत्तमस्ति. स्वार्थे निच् वा द्वयोः अपि निच् निच् लोपो भवति नेरनटि इत्यनेन, तथापि तत्र निच् जातिः अस्ति इति स्वीकृत्य वयं कार्यं तु सम्भवति इति. अस्तु नेर्निट् इति सूत्रेण लोपो भवति चेत् अपि एकं निच् अस्ति अतः वदानं मीन्स् इट्स् नो प्राब्लम् Even then it will happen because anyway both niches will anyway become lopa because of nirnati. But at least one niche will be there, right? As long as there is a niche, we should be okay. Like a loop. Iti krutva, what Mahodaya says is both niches are just the same. Iti atra, as far as sutra goes, it doesn't say which niche, right? So both niches are the same. According to the sutra, it doesn't matter. Iti. You, Mahodaya has given this first itself, this much time in classes have been not same, two classes. No, kintu yetra vayam chintayamaha tada eva asmakam manasikimasiti vayam jantamaha. Chintanam kurmaha na? Kinchitam piyamam, doshaya bhavati chetapi nasi chinta, punaha kinchit chintayam nutana vishyam patamaha vayam chintayasti kalu. धन्यवादः महोदय. अग्रे किम् अस्ति अग्रे इदुपद दातव इति वयं न आरब्धवामः. अधुना रूपाणि साधयनीयं खलु. तर्हि अस्ति किम् अस्ति अत्र तर्हि शं धातुः सेट् अस्ति. तर्हि अस्माकं प्रकृतसूत्रमस्ति सच्चित्सीयुटासिशुभावकर्मणोरुपदेशे अज्जनग्रहदृशां वा चिन्वदृक्ष इति सूत्रमस्ति. अत्र दृश्यति अत्र अत्र शम् इति धातुः यत्र प्रेरणार्थकः भवति तर्हि निच् आगत्य तत्र शमी इति नूतनधातुः वयम् अतिदेशिकधातुं साधयामः खलु. इति कृत्वा अजन्तधातुः अस्ति इति कृत्वा अस्य तु सूत्रस्य प्रसक्तिः अस्ति. स्यचित्सीयुक्तासिषु इत्यस्य प्रसक्तिः अस्ति. अजन्तदातुः शमी इति नूतन अतिदेशिकधातुः अस्ति इति कृत्वा वयं तत् अत्र स्वीकुर्मः. अज्जनग्रह अज् इत्यनेन स्वीकुर्मः. तर्हि अत्र इति कृत्वा चिन्वदिच्छ इत्यनेन वा चिन्वदिच्छ इत्यनेन विकल्पेन चिन्वद्भावः प्रतीयते. तर्हि एकस्मिन् पक्षे यत्र चिन्वद्भावः नास्ति सेट् धातुः अस्ति इति स्मर्तव्यम्. अनन्तरं द्वितीयपक्षे चिन्वद्भावः अस्ति इति कृत्वा इडागमः भवति. नित्यम् इडागमः भवति खलु इति कृत्वा रूपद्वयम् ऐ मीन् तत्र पक्षद्वयं भवति इति. अस्तु कस्य क्रमः अस्ति सरला भगिनी प्रारम्भं करोति किं महोदय? पुनः वदामि वा अत्र शं धातुः योग वयम् अधुना किं चिन्तयामः इत्युक्ते प्रेरणार्थकधातूनां विषये चिन्तयामः इति स्मर्तव्यं. तर्हि प्रेरणाते निच् आगत्य उपविशति शं धातुः. अनन्तरं नूतनधातुः अतिदेशिकधातुः अस्ति खलु स्थनाद्यन्तदातवः इत्यनेन शमी इति नूतनधातुः वयं साधयामः. अधुना शमी कीदृशधातुः? अन्तः वर्णः अस्ति अजन्तदातुः अस्ति इति कृत्वा सियूट् इत्यस्य प्रसक्तिः अस्ति. इति कृत्वा पक्षद्वयं भवति. सामान्यतया सेट् अस्ति शमी इति कृत्वा वयं स्वीकृत्य वयं वक्तुं शक्नुमः. किम् अस्ति अनन्तरं शमी इति अनेकाचपि अस्ति इति कृत्वा निश्चयेन सेट् भवति. यत्र वयं नूतनधातुः अतिदेशिकधातुः अस्ति खलु सः अतिदेशिकधातुः सेट् अस्ति. अनेके वर्णाः सन्ति खलु इति कृत्वा सेट् अस्ति. पुनः शमी इति धातुः अपि सेट् अस्ति. अनन्तरं शमी इति धातुः अस्ति अजन्ता अस्ति इति कृत्वा चिन्नद्भावः अपि भवति. तर्हि एकस्मिन् पक्षे शमी इति सेट् धातुः तस्य रूपाणि. अनन्तरम् अन्यस्मिन् पक्षे शमी इति चिन्वद्भावं स्वीकृत्य अत्र इडागमः अपि कृत्वा वयं रूपाणि साधयामः. अस्तु भगिनि सारि किं महोदय? किं प्रकारे सूत्रेण इट् अहं वा अत्र द्विवादि सेट् इकार आदेश अतः द्वयमः भवति भिन्नभिन्नकारणेन. सत्यं महोदय कारणेन बट् रूपमपि समानमस्ति न समानं न भवति खलु अत्र चिन्नभावः भवति भिन्नकार्याणि भवन्ति खलु. पश्यामः वयं किञ्चित् कुत्रचित् प्रायः समानं पश्यामः. अस्तु शम् इति स्वीकुर्मः. शम् शमि इति भगिनि प्रशंसाम् इति हेतुमपि अनेन एच् भवति तत्र उपधायं तावत् भवति शां भवति. तदनन्तरं इति शामी योग मितां भ्रमः भवति. शमी इति नूतनधातुः, अतिदेशधातुः, अतिदेशिकधातुः, अतिदेशिकधातुः अस्ति. तदनन्तरं यदि भवती किं रूपं वक्तुम् इच्छति, चिन्वत्पक्षे तु यदि अतिदेशकधातु भवति शामि इति उक्त्वा शमि मृतां अनेन शमि भवति. शमि इति अतिदेशकधातु भवति. इदानीम् अदागम लुङ् लकारे भावकर्म इति अस्ति विवक्षा. सो अशमि अदागम भवति अशमि स्यसि स्युतासि भावकर्मणो भावकर्मणो आदेशे अन्यत्राम् किमपि छन्नग्रहदृशां चिन्वत् इति सूत्रेण चिन्वत् भाव आगच्छति. किन्तु प्रथमपुरुषे एकवचने चिन्नित्यमस्ति चिन्वको इति अनेन अशामीयोग अशमिक्षम्यताम् अशमीयोग ईकार आगच्छति. ईकार अनुबन्धलोपानन्तरं ई अस्ति अनुबन्धलोपानन्तरं अशमीयोग ई. इदानीं वयं दृष्टवन्तः इति रेरनिति तस्य प्रसक्ति पूर्वं भवति कारणकि नित्यत्वात्. तदनन्तरं प्रत्ययलोपे प्रत्ययलक्षरं वा अच्च परस्मिन् पूर्वविधो अनेन कारणेन चिन्मुल्लौ दीर्घो अन्यतलसाम् अनेन द्वयं रूपम् आगच्छति. अशमि वा अशामि इति प्रथमपक्ष एकवचने भवति. चिन्मत्पक्षे प्रथम पुरुष द्विवचने अशमी योग ईशातां भवति. इदानीं चिन्वत्पक्ष अस्ति चिन्वत्पक्ष भूत्वा अशमीयोग ईशातां यत् अस्ति तत्र अपि अभियकार्यं भूत्वा रेणनिति इति तस्य कार्यं न पश्यति न सियुत् यत् कार्यमस्ति तस्य पूर्वकार्यमस्ति साधु 6462 वा रेणनिति इति 6451 तस्य पूर्वकार्यमस्ति. रेणनिति इति तस्य कार्यं न पश्यति सियसि चेत् चिन्वत्पक्ष भवति. इदानीं चिन्वत्पक्ष भूत्वा असिद्धभावात् इति सूत्र अभियकार्यम् अस्ति. चिन्मलो दीर्घ इति सूत्रस्य कार्यं भवति. द्वे रूपे अत्र अपि आगच्छति अशामीषिताम् द्वि साधु किम् एकनिमिषं भगिनि अशमीयोगः ईशाताम् इति अस्ति किम् अशमीयोग ईशातां साधु भवति खलु अशमे ईशाताम् इति चिन्वत्पक्ष अस्ति ईशाताम् इदागम अस्ति चिन्वत्पक्ष अस्ति रिच् अस्ति स्यूत् इति कारेण चिन्वत्पक्ष अस्ति रेणनिति इति तस्य कार्यं तदनन्तरं चिन्मुलो आगच्छति तत्रापि अन्यत् अभियकार्यम् इति पश्यति. सो चिन्मुलो इति तस्य कार्यं भवति. अत्र चिन्मुलो दीर्घो नौ परके अस्ति अस्तु अस्तु अत्र तु अत्र उपधा कार्यमस्ति खलु शामि अशमि इति कार्यमस्ति. तद् अनन्तरं किं भवति अशामियोग ईशाता अश्यां भवति न अधुनैव उक्तवती अस्य लोपः नेरनटि न भवति इति इकारस्य न भवति कारणकी स्यस्यूट् इति चिन्वत् अस्ति तस्य नेरनटि इति इदागम तस्य कार्यं न भवति इति सूत्रेण किन्तु चिनमुल्लौ यदि अस्ति तस्तु कार्यं भवति अशामि अशमि प्लस् इशाताम् इति रूपद्वयं भवति अस्तु अधुना तदनन्तरं किं भवति अशमि योगः इशाताम् इति अत्र अस्ति तत्र अशमे इति भवति खलु आर्धात्क सार्वधातुक आर्धात्कयोः इति अस्ति भगिनि तदनन्तरं चिनमुलो नास्ति इति न वदामि तदनन्तरं किं भवति आर्धातुकप्रत्ययः अस्ति खलु इशाताम् इति छिन्नस्ति चेदपि आर्धातुक छिन्नस्ति इति कृत्वा आर्धातुक सार्वधातुक आर्धातुकयोः इति न भवति किम् अशमे प्लस् इशाताम् अनन्तरम् अशमयिशाताम् इति तदा एव अशामयिशाताम् इति अन्यत् रूपम् मनसि नास्ति भगिनि कृते न वदं वद न भगिनि ईकारः तथा न तिष्ठति खलु सन्धिकार्यं भवति खलु अशामिशिताम् महोदय ध्वनिमुद्रं श्रुतवान् अत्र श्रुतवान् असमी इति पूर्वम् अनन्तरम् इशातां नेर् छिन् पर छिन् इति सूत्रेण इशाताम् इति भवति बट् नेरनिटि इति सूत्रं न पश्यति सियसिच् इति तेन नैकारः अस्ति इति न पश्यति असमी एव असमी एव तिष्ठति इति तदेव तदेव इकार तु लोपः भवति न लोपः न लोपः न भवति इति मत्वा एकं भगिनी भगिनी एव उक्तवती सन्ध्या भगिन्या पुनः वदतु महोदय अत्र असमि इति भवति धातु अनन्तरं निश्चित संयोजनेन अनन्तरम् इशाताम् इति सियसित् इति धातुन इत्यनेन निट् इकार आदेशः इशाताम् इति परन्तु नेर्निटि नेर्निटि सियसित् धातुः अशित्रवतपात् इत्यनेन नेर्निटि अत्र सियसित् इति सूत्रेण इकारः न भवति इति मत्वा नेर्निटि न अत्र कार्यं न करोति अतः असमीयोः तिष्ठति इति अतः असमी साताम् असमी इकारः अस्ति अतः सकारः अस्ति चेत् सत्त्वं भूत्वा असमिशाताम् असमिशत इति रूपाणि उक्तवती अहं चिन्तयामि महोदय न अवगच्छामि महोदय मम अन्यपि अस्ति शमेतम् अत्र अशमे इति न भवति अशमयि इति भवति अचोण् इति न कार्यं करोति न भगिनि न भगिनि तदेव एतद् महोदय इदानीं वदति सार्वधातु गुणः भवति इति गुणः न भवति शमेतम् अचोण् इत्यनेन वृद्धिः न भवति छिन्वद्भावः अस्ति खलु निच्छस्ति इति कृत्वा अत्र छिण् अस्ति इति कृत्वा छिण् नित् अस्ति इति कृत्वा अचोणिति इत्यनेन वृद्धिः न भवति किम् अशमयि इति कृत्वा अशमायि तद् न दृश्यति इति किं न पश्यति इति न गच्छामि तद् इकारस्य निच्छति न तद् नेरिनिटि इत्येव न पश्यति. निच्छति प्रत्ययं कथं न पश्यति इति वक्तुं शक्यते? हिकारं न पश्यति इति नेरिनिटि इति न पश्यति इति वदति चेत् तद् समीचीनम्. तद् प्रथम सूत्रमस्ति न स्विच् स्विच् पत्र प्रथमसूत्रं तद् एतत् इकार निकार न निच् प्रत्ययस्य न दृश्यति इति. कथं वा भगिनि? निच् हेतुमति च इति निच् आगच्छति. हेतुमति च इति निच् कथं न पश्यति? न न न हेतुमति च न तद् परे आगच्छ हेतुमति च इत्यनेनैव आगच्छति खलु. आं महोदय, हेतुमति च इत्यनेन एकवारम् आगच्छति, पुनः कस्यचित् सूत्रेण इडाहम् भवति, अनन्तरं नेरनिटि इत्यनेन न कार्यं तत् कार्यं न पश्यति इति चिन् मत्वा तत् कार्यमेव न भवति वा कार्यं न पश्यति इति वा कार्यमेव न भवति इति कार्यं न भवति अशुत्रवत् अभवत् इति सूत्रेण कार्यं न भवति, अतः असमी एव तिष्ठति. आम् अशमी एव तिष्ठति अङ्गीकरोमि. एकनिमिषं महोदय, न अशमी इति कार्यं न करोति इति न वक्तुं शक्यते. कार्यं न पश्यति इति वदति चेत् समीचीनम्. अत्र पश्यतु, प्रथम एकवचने तु नेरन्ति इत्यस्य कार्यं भवति खलु, तत्रापि निश्चयेव अस्ति खलु. किन्तु अत्र तु भावकर्मणोः इत्यनेन निश्चयेत् अत्र छिन्न आगच्छति. क्षम्यताम्. आम् अस्तु, किन्तु नेदनिटि कार्यं पश्यामः. पुनः वदतु भगिनि, नेरनिटि कार्यं न भवति इति वदति किं? नो चेत् कार्यं न पश्यति. कार्यं भवति किन्तु न पश्यति इति वदति किं? कार्यमेव नेरनिटि कार्यमेव न सम्भवति इति वदति वा? न, द्विवचने सूत्रेण इडागमः भवति सामान्यतया सदा. प्रश्नः नास्ति महोदय, इडागमः भवति तत्तु अस्ति. अशमी योगः ईशाताम् इति अस्ति, तद् अवगच्छामि. तदनन्तरं किम् अस्ति इति? अनन्तरं नेर्नटि इति सूत्रम् इत्यनेन लोपः भवितुम् अर्हति, परन्तु तस्य अस्त्रवत् अभावात् इति सूत्रेण तस्य कार्यं नेर्नटि इति सूत्रेण न पश्यति. न भवति पश्यति इति भिन्नकार्यं, न भवति इति भिन्नकार्यं. न भवति इति वदति किं, न पश्यति इति वदति किं महोदय? भवति इति चेत् समीचीनं, न भवति इति स्वीकुर्मः. नेरन्ति इति कार्यमेव न भवति. किमर्थम् इत्युक्ते असिद्धवदद्रभात् इत्यनेन न भवति. अस्तु, अधुना किम् अस्ति, किमर्थम् इत्युक्ते असिद्धवत् अत्र भात् इति यदि कार्यं करोति तत् इदागमं न पश्यति साधु, अतः रेणनिति इदानीं कार्यं करोति. इदागम अङ्गीकरोमि, सरला भगिन्याः वादम् अङ्गीकरोमि अहं. सत्यम्, इदागमं न पश्यति, नेरनिति न पश्यति इति कृत्वा अनित् प्रत्ययः इति चिन्तयित्वा अत्र लोपः भवति. इडा इकारस्य लोपः चिन्तयति इदानीं चिर्मुलो इति तस्य कार्यं भवति. भगिनी यत् उक्तवती तद् अङ्गीकरोमि. तर्हि अशामिशाताम् इति रूपद्वयम्. अत्र भगिनी यत् उक्तवती इत्युक्ते छिन्नमुलो दीर्घ क्षम्यतां चचित् सीयुट् इत्यनेन इडागमः जातः, किन्तु नेनन्ति इत्यस्य कार्यं किं प्रसक्ति? अत्र सूत्रे किं वदति? अनिट् प्रत्यये परे नेहे लोपः इति पक्षे वदति खलु, अनिट् प्रत्यये परे. किन्तु अत्र यद्यपि इडागमः जातः, तद् इडागमः तु चचित् सीयुट् इत्यनेन जातः खलु. सामान्य समानाश्रितम् आभीयकार्यम् अस्ति, तस्य कार्यं न पश्यति, इत्युक्ते इडागमं न पश्यति, इड् अस्ति इति सेत् इति प्रत्ययः सेत् अस्ति परे इति न पश्यति. नेरनिटि इत्यस्य सूत्रस्य व्याख्या का अस्ति? अत्र नेहे लोपः भवति अनिति प्रत्यये परे इति वदति सूत्रम्. अनिट् प्रत्ययः अस्ति चेत् नेहलोपः भवति, किन्तु इडागमः अधुना चिन्नद्भावः भूत्वा इडागमः जातः, तर्हि कथं वा अनिट् भवितुम् अर्हति इति प्रष्टुं शक्नुमः. तद् इडागमं न पश्यति, इड् आगमः यः जातः तद् कार्यं न पश्यति आभ्यकार्यमस्ति इति कृत्वा. समानाश्रितम् आभ्यं कार्यम् अस्ति, आर्धातुके प्रत्यये परि इति आगच्छति उभयत्र, तर्हि तद् कार्यं न पश्यति. ई इकारं न पश्यति इति कृत्वा अनिट् प्रत्ययः इति मत्वा इकारस्य अत्र नेहे लोपः भवति, निच् प्रत्ययस्य लोपः भवति. अशं योग ईशातां भवति, अशमिशातम् अशाम् आं भगिनि तत् आमाम् अशम् अशमिशातम् अशामिशाताम् इति कार्यं भवति. अत्र महोदय अत्र ईकारः तिष्ठति हैदुमति च इत्यनेन पूर्वं निच् अस्ति महोदय, हेतुमति चेदिनेन अशमी इति अस्ति सूत्रेण निशाताम् इति विशेषित इति सूत्रेण न भवति इति न भवति इति नास्ति, भवति किन्तु समानाश्रितम् आद्यं कार्यं न पश्यति, अतः ईकारः नास्ति इति एव पश्यति इति नास्ति इति चिन्तयित्वा नेहे लोपः भवति. कार्यं न पश्यति अत्र, यत्र न पश्यति तत्र लोपः भवति खलु, अनिट् प्रत्ययः इति कृत्वा लोपः भवति खलु. यत्र इडागमः न पश्यति चेत् अनिट् प्रत्ययः भवति चिन्तयति खलु, नेरन्ति किं चिन्तयति अनिट् प्रत्ययः इति चिन्तयित्वा लोपं करोति, लोप स्वयं लोपं भवति तत्र. इदानीम् अत्र विशातम् इति शातमेव अस्ति, ईकारः नास्ति इति न न न अशमी इत्यस्य एकारः निच् प्रत्ययस्य एकारः लोपः भवति, इत्यनेन निच् इत्यस्यैव लोपः भवति खलु, चिण् इत्यस्य इडागमस्य लोपः न भवति, निच् इत्यस्य लोपः भवति. असम् अप अधः असम् एव तिष्ठति, अनन्तरं निशाताम् इति सूत्र संयोजनेन शमिशातां चिन्नं लोदीर्घस्य सूत्रेण असां शाताम् अपि भवति इति तथैव बहुवचने भवति अशमिषत् अशमिषत् मध्यमपुरुषमिषवचनं तथैव अशमिषष्ठा अशमिषष्ठा. अस्तु भगिनि धन्यवादः भगिनि. अवगतवती पुनः यदि पूर्वम् उक्तवती अधुना उक्तवती यदि स उक्तवान् स श्रुतवान् सद्या भगिनी किम् उक्तवती तत् पुनः मम मनसि आगच्छतु. अस्तु भगिनि धन्यवादः भगिनि. पुष्पा भगिनी वदति किं मध्यमपुरुषे? मध्यमपुरुषे इष्टाः अस्ति न तद् अशमिष्टा एव अनन्तरं तत् ताः न शाथाम् इति अस्ति खलु अशमिषाताम् अशामिषाताम् अग्रे अनन्तरम् द्वं तु एकमेव अत्र अशामि अशमि द्वं द्वम् अत्र इन् विभाषेटः इत्यनेन भवति खलु न भगिनी, विभाषितकार्यं न भवति कारणक चिन्मुल्लो इति तत्र शं भवति खलु, मकार नास्ति न विभाषेटः इति प्रथमं नेरति इति छिण् इति अस्ति. आम् महोदयेन यथा उक्तम् आसीत् निच् लोपः प्रथमं भवति, णिलोपः तु बलवत् भवति. न न द्वम् इत्येव अस्ति, द्वम् इति न भवति, द्वम् इत्येव भवति विभाषेटः इनः शिद्वम् इति द्वयोः अपि कार्यं नास्ति खलु, इति कृत्वा द्वम् इत्येव अस्ति. अशामिद्वम् अशमिद्वम् इति दकारः एव अस्ति, दकारः न भवति. अग्रे अरुणा भगिनी वदति किं मम उत्तमपुरुषे अशमि योगः इषि अशम्य असमीश्वतम् असमिष इषि अशमिषि समिषि अशामिषि अशामिषि. उत्तमं भगिनि, तथा एव अशामिष्वहि अशामयिष्वहि अशाम्यश्महि अशाम्यश्महि अशमिष्महि अशामहिष्महि. धन्यवादः भगिनि. अग्रे मणिमहोदय भवान् वदति किम् अत्र चिन्वद्भावः यत्र नास्ति तस्मिन् पक्षे? अस्तु महोदय, अत्र चिन्वद्भावः इत्यनेन नास्ति चेत् इडागमः नास्ति, परन्तु धातु सेत् धातुः अतः एकवचने अपि असमी योः चिन् इत्यनेन चिन् नास्ति, चिन् चिन् अस्ति अत्र तु चिन् भावकर्मणोः चिन् अपक्षे एकवचने एकवचने अस्ति किल. आं समानं रूपं भवति चिन्मुल्लो समानरूपं द्वयोः अपि. अतः अस्समी योगः इ अत्र किं भवति तदेव करपत्रे अस्ति खलु, अशमी योगः इ नेरनटि इत्यनेन अशं योगः इ अतोपदायः बाधितं भवति स्थानिवद् अच परस्मिन् पूर्वविधौ इत्यनेन अनन्तरं चिन्नमलो दीर्घोन्नतर अशमि अशामि इति रूपद्वयम् असमि असामि इति रूपम् प्रथमपुरुषे एकवचने, द्विवचने असमि अत्र निच् प्रत्ययः अपि अस्ति किल, असमि अशमि इति निच् अस्ति, आं शमि इत्यस्मिन्नेव निच् प्रत्ययः अस्ति. असमि योः साताम् ईशाताम् तदेव अत्र भवति खलु सार्वधातु किं भवति नेर्निटि कार्यं करोति वा न अत्र सार्वधातुक अत्र नेर्निटि ईशातम् इदागमः अस्ति चेत् अस्ति प्रत्ययः इति कृत्वा नेर्निटि कार्यं न भवति, नेहे लोपः अनिटि प्रत्ययपरे भवति खलु, एतत्तु अनिट् नास्ति इदागमः जातः चेत् अस्ति इति कृत्वा नेरन्ति कार्यं नास्ति सार्वधातुकार्धातुकयोः इति कार्यं सार्वधातुकार्धातुकीशातां बहुवचने अशमिशातः. धन्यवादः महोदय. सरल भगिनी वदति किं मध्यं पुरुषे मध्यमपुरुष एकवचने भवति अशं यथा महोदय उक्तवान् सार्वधातुक अर्धधातुक धातुकयोः अशमीयोग इष्ठा तु तत्र गुणः भवति अशमीयोग इष्ठा तदनन्तरम् इच्छो मया एव आगच्छति सो अशमयिष्ठा भवति साधु अशमयिष्ठाः द्विवचने अमशि अशमयिष् अश्रमयीशातां बहुवचने अशमी इति अङ्गमस्ति साधु अशमीयोग ईध्वां तत्र इदानीं विभाषे तस्य कार्यं भवति कारणकि एन्कोप् अस्ति अपि इदागमपदे अस्ति सो तत्र अशमी ध्वम् अशमीध्वम् अशमीध्वम् इति भवति प्रथमपुरुषे धन्यवादः पुष्पा भगिनी वदति किम् उत्तमपुरुषे उत्तमपुरुषे अशमयिषि तदेव अन्यतरस्याम् अपि नास्ति न भगिनि एक एव एकमेव एकमेव न अशमयिषि अशमयिष्वहि अशमिष्महि सरला भगिनि किमपि उक्तवती किल यदि वयं पूर्वं भवती कृतवती तदानीं भवती चेङ्गलो अपि उक्तवती तत्र तस्य कार्यं भवति वा यत्र अत्र यत्र सेट् अत्र कुर्मः किमर्थम् इत्युक्ते चिन् परके नौ इति एव दीर्घः इति एव अस्ति अत्र तु चिन् भावः एव नास्ति नास्ति सेट् इति कृत्वा चिन्न तपक्षे तु न भवति एव कति सप्ताहे किम् उक्तवती इति एव द्वे सप्ताहे वयं सार्वधातुक अर्धधातुको चिन् पक्षे अपि कृतवन्तः सार्वधातुक कृतवन्तः इति मम स्मरणे अस्ति पक्षे किं कृतवन्तः इति न निरूपं साधितवन्तः इति भगिनि तर्हि धन्यवादः सर्वेषां धन्यवादः शुभरात्रि भगिनि.